अस्तु, तर्हि गते सप्ताहे ईश्वरसाधकम् अनुमानम् इत्यस्य विषये चर्चा अभवत्। तत्र ईश्वरस्य साधनाय अथवा परमात्मनः साधनाय कीदृशम् अनुमानं कृतम् इति वयं किञ्चित् दृष्टवन्तः। अत्र इदम् अङ्गीकृतमस्ति यत् विश्वे यत्किमपि जायते चेत् अथवा यत्किमपि कार्यं भवति चेत् तस्य कार्यस्य कारणं कोऽपि सचेतनः स्यात् इति। नाम इदानीं घटनिर्माणार्थं यथा घटनिर्माणसमये दण्डचक्रादि इति सर्वे सामग्री भवन्ति, सर्वाणि सामग्री भवन्ति, किन्तु कुलालः न भवति चेत् घटोत्पादनं न भवति। तथैव तर्हि कोऽपि एते दण्डचक्रादयः सर्वे अचेतनाः, परन्तु अचेतनान् विहाय अन्यः अपि कोऽपि अपेक्षितः, एकः सचेतनः अपेक्षितः, सः कुलालः। तथैव विश्वे यावन्ति कार्याणि भवन्ति, पर्वतं भवतु, पर्वतं समुद्रः, एतत् सर्वं विश्वः अपि जन्यः एव। तर्हि एतेषां जननस्य कारणं किं स्यात् इति अनुमानं कृत्वा एतस्य कारणं कोऽपि चेतनः भवति इति चिन्तयित्वा सः एव चेतनः ईश्वरः इति अनुमितम्। तेन अनुमानेन ईश्वरः अस्ति इति साधितमस्ति। अनन्तरम् एषः ईश्वरः सर्वज्ञः इत्यपि अत्र अङ्गीकृतमस्ति, यतोहि मनुष्याणां तादृशं ज्ञानम् अथवा तादृशी मतिः नास्ति येन विश्वे सर्वं वयं साधयितुं शक्नुमः। तर्हि यः कोऽपि चेतनः एतेषां विश्वस्य कारणमस्ति, सः सर्वज्ञः स्यात् इत्यपि अङ्गीकृतम् ईश्वरस्य अनुमानसमये। अपरः एकः विषयः आसीत् ईश्वरः नाम परमात्मा, आत्मनः गुणाः, ज्ञान, इच्छा, कृति, सुखदुःख इत्यादयः, ते सर्वे ईश्वरे अपि अस्ति। अपि च ज्ञान, इच्छा, कृतिः एते गुणाः नित्यत्वेन भवन्ति, इत्युक्ते नित्यत्वेन सर्वदा भवति ईश्वरे अथवा परमात्मनि, परन्तु सुखदुःख परमात्मनि न भवन्ति, ईश्वरे न भवति इति आनुभविकमस्ति। ज्ञान, इच्छा, कृति भवति, सुखदुःख न भवति परमात्मनि। अपि च ज्ञान, इच्छा, कृतयः नित्यत्वेन भवन्ति ईश्वरे इति ईश्वरस्य अनुमानसाधनाय एते अंशाः स्वीकृताः। वस्तुतः चतुर्विंशतिगुणाः सन्ति खलु, तेषु संख्या, परिमाण, पृथक्त्वसंयोग, विभागः इति पञ्चगुणाः सर्वेषु द्रव्येषु भवन्ति, ईश्वरे अपि भवन्ति। संख्या, परिमाण, पृथक्त्वसंयोग, विभागः, एते पञ्चगुणाः सर्वेषु द्रव्येषु, सर्वेषु पदार्थेषु भवन्ति, परन्तु ज्ञान, इच्छा, कृतिः इति केवलम् आत्मनि एव भवति, अपि च ईश्वरे नित्यत्वेन भवन्ति एते त्रयः गुणाः इति ईश्वरस्य विषये विवरणं भवति चेत् एते सर्वे अंशाः स्वीकृताः भवन्ति इति ईश्वरस्य साधनम् अभवत् गते सप्ताहे। अद्य ज्ञान, इच्छा, कृतिः एतेषां त्रयाणां परस्परं भेदः अस्ति वा, अस्ति चेत् कीदृशः, अपि च तेषां स्वभावः कः इति अग्रे गत्वा अद्य पठेम। नूतनतया केन केन आगतम्? वर्धिनी अस्मि। वर्धिनी भगिनी, अनन्तरं अजितः। अजित् महोदय, अनन्तरम् अन्य कोऽपि? सरला भगिनी, नीता भगिनी, क्षम्यतां, माला अस्मि। ओ, माला भगिनी, अस्तु। अन्य कोऽपि? अस्तु, ईश्वरसाधनानन्तरं ज्ञान इच्छा कृति एषां विषये किञ्चित् चिन्तनं भवति अद्य. पुस्तकम् उद्घाटितम् अस्ति इति मन्ये. सप्तषष्टितमे पुटे वयं स्मः, ततः आरभ्य अद्य किञ्चित् पठेम. पृष्ठसङ्ख्या सप्तषष्टिः. अस्तु, सरला भगिनी पठति वा? आं भगिनि. ज्ञानम् इच्छा कृति इति त्रयाणां परस्परं भेदः. अत्र प्रसङ्गात् ज्ञानादीनामानुभविकं वैलक्ष्यम् उदाहरणेन साधयिष्यामः. कश्चित् यानेन ग्रामान्तरं गन्तुं प्रवृत्तः गवाक्षात् उद्यानानि पश्यति. तत्र अनेकविधान् वृक्षान् पश्यति. केचन पुष्पिताः, केचन फलिताः, केचन पत्रमयाः दृश्यन्ते. इदं यत् पश्यति दृश्यते इत्यादिभिः व्यवह्रियते तत् निरूपितं प्रकाशात्मकं ज्ञानम्. अयमेकः आत्मगुणः. अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानान्य एव अनेकेषां वृक्षाणां भवन्ति, न तु वक्ष्यमाणा इच्छा प्रयत्नो वा. उच्यतां. ज्ञानम् इच्छा कृति इति त्रयाणां ईश्वरस्य गुणाः सन्ति, किन्तु त्रयोः परस्परं भेदः भवति. अत्र ज्ञानमेव उक्तं प्रथमे वाक्ये. वैलक्षण्यं साधयिष्यामः उदाहरणेन इत्युक्ते ज्ञान इच्छा नास्ति, इच्छा कृति नास्ति, कृति ज्ञानं नास्ति, तथा अस्ति. सर्वमपि विलक्षणं कथम् इति अग्रे एकमेकम् उदाहरणं दत्तवान्. तस्य उदाहरणम् अस्ति, कः जनः, एकचन जन यानेन ग्रामान्तरं गच्छति, गवाक्षात् सः वृक्षाः पश्यन्ति. केचन वृक्षाः पुष्पाणि सन्ति, केचन वृक्षाः वृक्षाणां फलानि, केचन वृक्षाणां केवलं पत्राणि सन्ति. सः सर्वसुन्दर दृष्टं दृश्यति, किन्तु तस्य केवलं प्रत्यक्षं ज्ञानं भवति. तस्य मनसि का इच्छा न भवति इदानीं. तर्हि तस्य प्रत्यक्षं ज्ञानस्य वृक्षा फलानि पत्राणि तस्य विषयः अस्ति. सो तत् विषयनिष्ठा निरूपितप्रक्षात्मकं ज्ञानम् इदानीम् अत्र लिखति. अत्र व्यवहरते इत्युक्ते विषये मध्ये परस्परम् आधाराधेयभावः भवति. हा, व्यवहारः इति कश्चन पारिभाषिकशब्दः अस्ति. ज्ञानजनकशब्दप्रयोगः, ज्ञानजनकशब्दप्रयोगः एव व्यवहारः. नाम एषः गच्छति, कुत्र गच्छति, उद्यान ग्रामान्तरं गन्तुं यदा उद्युक्तः भवति, उद्यानं दृष्ट्वा पुष्पिताः वृक्षाः, फलिताः वृक्षाः, पत्रमयाः वृक्षाः इति यद् सः पश्यति, तद् सः प्रायः वदेत् अपरं वदेत्, अपरं जनं वदेत्, अहं पुष्पितं वृक्ष दृष्टवान्, पुष्पितः वृक्षः दृश्यते इति. सर्वम् एतादृशः शब्दप्रयोगः एव व्यवहारः. शब्दं श्रुत्वा अपरस्य मनसि अपि किञ्चित् ज्ञानं जातं, ज्ञानं जायते. तादृशः शब्दप्रयोगः एव अस्ति व्यवहारः. सो ज्ञानजनकं शब्दप्रयोगः इति प्रथमसोपानं ज्ञानस्य. ज्ञानं. आम् अस्तु, तर्हि उदाहरणत्वेन अत्र प्रदर्शितम् अस्ति यत् एतावत्पर्यन्तं केवलं ज्ञानं जातं, ज्ञानं भवति. अस्तु, अनन्तरम् अस्ति तद् निरूपितं प्रकाशात्मकं ज्ञानम्. अत्र तद् इत्युक्ते किम्? तद् मीन्स् विषयः, वृक्षाः, फलानि, पत्राणि. बहु सम्यक्. तद् हा तदेव अस्ति, विषयाः ते सर्वे तद् इति पदेन गृहीताः ते सर्वे. तद् निरूपितं प्रकाशात्मकं ज्ञानम् इति अस्ति. ज्ञानं किं करोति? ज्ञानं प्रकाशं प्रेषयति विषयस्य उपरि, विषयतारूपी प्रभां प्रेषयति विषयस्य उपरि, तदा एव ज्ञानस्य विषयः ज्ञायते इति वयं पूर्वमपि दृष्टवन्तः. किञ्चित् अस्तु, ज्ञानं तद्विषयता इति त्रयोत्रिंशत्तमे पुटे किमपि अस्ति, द्वात्रिंशत्तमे पुटे पश्यन्तु, पेज् 32 मध्ये. सरला भगिनी प्रथमं परिच्छेदं पठति वा? ज्ञानं तद् ज्ञानं तद्विषयता च विवरणस्वकार्याय विषयता विषयिता चेति द्वौ सम्बन्धौ निरूप्यते. तत्र गुणविभागे बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते. अयं च सर्वव्यवहाराणां कारणम् इति च उच्यते. कथं? येन कदाचित् अपि गौः केन अपि प्रमाणेन न ज्ञाता न सः गामानय इत्यादि व्यवहारसमर्थ वक्तुं समर्थ एवं सर्वत्र. अस्तु, अत्र किम् उक्तम्? विषयता विषये विषयता भवति, ज्ञाने विषयिता. एतयोः सम्बन्धः निरूप्यते. तत्र गुणविभागे बुद्धि ज्ञानम् इति वा गुणसङ्ग्रहे वक्ष्यते. गुणविभागे नाम यत्र चतुर्विंशतिगुणाः तेषां विवरणमासीत् तत्र बुद्धिः इति यदुक्तं, यः गुणः उक्तः सः एव ज्ञानम्. बुद्धिः ज्ञानं समानार्थकौ इति. ज्ञानमपि एकः गुणः. अयं च सर्वव्यवहाराणां कारणम् इति उच्यते. ज्ञानं न भवति चेत् व्यवहारः न भवति. व्यवहारः इत्युक्ते शब्दप्रयोगः न भवति. ज्ञानं शब्दप्रयोगस्य एव कारणम् अथवा व्यवहारस्य कारणम्. अत्र उदाहरणं दीयते यत् कश्चन गौः न दृश्यति पश्यति चेत् तर्हि गामानय इति कथं वा व्यवहारं कर्तुं समर्थः भवति? गामानय इति वक्तव्यं भवति चेत् प्रथमं गौः इत्युक्ते किम् इति ज्ञातव्यं भवति. तर्हि ज्ञानम् अस्ति शब्दप्रयोगस्य अथवा व्यवहारस्य कारणम् इति वयं दृष्टवन्तः. अधुना उदाहरणे शब्दप्रयोगः किम् आसीत्? पश्यति, दृश्यते, पुष्पिताः वृक्षाः दृश्यते इति व्यवहारः, शब्दप्रयोगः. तस्मात् प्राक् गामानय पुनः वदतु किं भवति? गामानय, गाम आनय, गौः पदस्य द्वितीया विभक्ति. गाम आनयतु, मध्यमपुरुषे आनय. तर्हि यः कोऽपि गामानय इति वदति चेत् अथवा धेनुम् आनयतु इति वदति चेत् तस्मात् पूर्वं धेनुः नाम किम् इति ज्ञातव्यं भवति. अस्तु, गामानय इति व्यवहारः, व्यवहारः शब्दप्रयोगः. व्यवहारात् प्राक् ज्ञानं भवेत्. कीदृशं ज्ञानं भवेत्? गौः इति किं, गौः पश्यति, हा गौः इत्युक्ते किम् इति दृष्ट्वा ज्ञानं भवेत्. तदा एव शब्दप्रयोगः भवति. तदेव अत्र अस्ति. एकः उद्याने, एकः मनुष्यः उद्याने वृक्षं पश्यति, पुष्पितां वृक्षं पश्यति चेत् तदा एव सः इदं पश्यति अथवा एतद् दृश्यते इति सर्वं व्यवहारं कर्तुं शक्नोति. प्रथमं ज्ञानं, तदनन्तरं व्यवहारं, तदर्थमेव अत्र उक्तं तद् निरूपितं प्रकाशात्मकं ज्ञानं, नाम विषयेन निरूपितं प्रकाशात्मकं ज्ञानम्। केन निरूपितं भवति ज्ञानं? यदि वयं शब्दप्रयोगं कुर्मश्चेत् तत्र विषयैः, विषयैः निरूपितं भवति ज्ञानम्। इदानीं प्रकाशात्मकं ज्ञानम् इति उक्तं, किमर्थम् इति अग्रे पठेम। नीता भगिनी पठति वा? इत्थं हि इति परन्तु अत्र किल न भगिनि, वयं त्रयोत्रिंशत् पेज् 33 मध्ये इत्थं हि इति एकनिमिषः। नीता भगिनी पठति वा? आम् अतः इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति। ज्ञानं दीपस्थान ज्ञानं दीपस्थानापन्नं विषयः प्रकाश्यः। ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः। सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानस्य विषयः इत्युच्यते। यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते, अतः विषयः इति न उच्यते। तर्हि इदम् इदानीं जानाति वा प्रकाशात्मकं ज्ञानम् इति किमर्थम् उक्तम्? अत्र उदाहरणं दीयते चित्रे। ज्ञानस्थाने दीपः इति वयं चिन्तयामः, विषयः प्रकाश्यः। प्रकाश्यः नाम यः दर्शितः ज्ञानेन, प्रकाशितः ज्ञानेन सः। अयं घटः इति दीपः इत्युक्ते ज्ञानं, अयं घटः इति ज्ञानं, ज्ञानेन एकः प्रकाशः प्रेषितः घटं प्रति। प्रकाशरूपेण चित्रे यत् प्रदर्शितं सः एव प्रकाशः विषयता, अथवा सा प्रभा अस्ति विषयता। विषयता नाम प्रभा यत्र पतति तदस्ति विषयः। विषयता प्रभा पतति कुत्र चित्रे? घटस्य उपरि पतति, तर्हि विषयः अस्ति घटः। तदर्थमेव इदानीम् अस्माकम् उद्याने यः कोऽपि किमपि पश्यति इति सर्वम् उक्त्वा प्रकाशात्मकं ज्ञानम् इति उक्तं, यतोहि ज्ञाने या प्रभा विद्यते तेन विषयः स्पष्टः भवति, ज्ञानस्य विषयः, पुनश्च तेन विषयेण ज्ञानं निरूपितं भवति। वयं चित्रं रचयामश्चेत् एकत्र घटः घटे विषयता, ज्ञानः ज्ञाने विषयिता भवति, तर्हि परस्परसम्बन्धं भवति एव, घटनिष्ठविषयतानिरूपितनिरूपितं ज्ञानम् इति भवति। ज्ञाननिष्ठविषयितानिरूपित विषयताश्रयः घटः इति परस्परसम्बन्धः भवति इति कृत्वा एव इदानीं पठितं, दृश्यते पश्यति इत्यादि व्यवह्रियते तद् निरूपितं प्रकाशात्मकं ज्ञानम् इति। अस्तु अग्रे पठतु गीता भगिनी। इयं च इयं च क्षयता रूपा प्रभा घटे विद्यमाना न ज्ञाने विना भवति. ज्ञानेन विना भवति न ज्ञानेन विना भवति. विषयता रूपा प्रभा, प्रभा एव विषयता. घटे विद्यमाना, घटे पतति, ज्ञानेन विना न ज्ञानेन विना भवति. प्रभा ज्ञानेन विना न प्रभा ज्ञानमस्ति चेत् सा प्रभा भवति, विषयता नाम्ना प्रभा भवति. ज्ञानेन विना प्रभा न भवति. आम् कस्यायं कस्यायं प्रकाशः कस्य कस्यायं कस्या कस्याः अयं कस्याः अयं अयं प्रकाशः कस्यायं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते. कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते. सत्यप्रकाशः इत्युक्ते ज्ञानस्य प्रकाशः. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. तथा च यद् प्रेषकमिति यद् प्रेषयति तद् प्रेषकं किल. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकमिति उच्यते. तथा च घटनिष्ठ विषयता निरूपकं ज्ञानम् इति सिद्धम्. परस्परनिरूपकनिरूप्यभावः, प्रकाशं प्रेषयति ज्ञानं, तर्हि ज्ञानं प्रेषकम् अथवा निरूपकं विषयस्य. पुनश्च घटनिष्ठविषयतया अपि ज्ञानं निरूपितं, तर्हि घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धम्. इति बुद्धं खलु? तदर्थम् अत्र इदानीं पुनः तत्र आगच्छन्तु. सप्तषष्टितमे पुटे प्रकाशात्मकं ज्ञानम् इति किमर्थम् उक्तम् इत्यस्य विवरणाय एव एतत् सर्वं पठितम्. भगिनि, एकः प्रश्नः. ज्ञानस्य प्रकाशः दीपस्य प्रकाशः अथवा सूर्यस्य प्रकाशः सर्वे एकमेव वा अथवा न न अत्र ज्ञानं केवलं मेटफर् अस्ति तावदेव. ज्ञानं दीपस्थानम् आपन्नम् इति उक्तं पूर्वस्मिन् परिच्छेदे पठत् तत्र पृष्ठस्य उपरितने भागे. दीपस्थानम् आपन्नम् इत्युक्ते ज्ञानं दीपस्य स्थाने अस्ति इति चिन्तयामः. यथा दीपः प्रकाशं प्रेषयति तथैव ज्ञानमपि प्रकाशं प्रेषयति विषयं प्रति इत्येव अस्ति. धन्यवादः. अस्तु, इत्येव प्रश्नः आसीत् महोदय. अस्तु, अग्रे इदानीम् अस्माभिः ज्ञातं यत् ज्ञान इच्छा कृति तेषां क्रमेण तेषां क्रमे प्रथमं ज्ञानं भवति. ज्ञानेन एव दृश्यते पश्यति इत्यादि व्यवहाराः भवन्ति. अपि च तत् निरूपितं नाम तेन निरूपितं प्रकाशात्मकं ज्ञानम् अपि सिद्धं भवति. अनन्तरं किं भवति इति अग्रे पठेम. वर्धिनी भगिनी पठति वा? परन्तु आं भगिनि, परन्तु सः यदा विहाराय उद्यानं यदि याति तदा यात्रायाम् इव आदौ तस्य सर्वेषां वृक्षाणां लतानां ज्ञानानि भवन्ति एव. परन्तु इतोपि अन्यः आत्मनि गुणः उत्पद्यते, सैव इच्छा. इदं मम भवतु इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति. इयं च इच्छा ग्रामगमनावसरे न आत्मनि उत्पन्ना, इदानीम् उद्याने उत्पन्ना. अतः अयं ज्ञानात् भिन्नः गुणः। अस्तु भगिनि, वदतु किञ्चित्। सः मनुष्यः उद्याने वृक्षाणां पश्यति, लतानां ज्ञानानि भवन्ति एव। इदानीं मनुष्यः गवाक्षात् न पश्यति, उद्याने अस्ति। तदापि यथा पूर्वं गवाक्षात् दृष्टवान् तथैव प्रथमं किं करोति, सर्वं पश्यति। प्रथमं ज्ञानं भवति, वृक्षाणां लतानां ज्ञानानि भवन्ति। तदनन्तरं इदं मम भवतु इति इच्छा तस्य आकारवर्णनं कुर्वन्ति, इच्छा भवति एतद् वृक्षः मम, लता मम इत्यादि वस्तूनि पश्यति, तदनन्तरम् इच्छा भवति। हा, इत्येव अस्ति अत्र। प्रथमं ज्ञानमस्ति, किन्तु ज्ञानं तु इच्छा नासीत्। गवाक्षात् यदा सः प्रयाणसमये दृष्टवान् तदा केवलं ज्ञानमिति एकः एव गुणः, सः गुणः भिन्नः। अधुना इतोपि एकः गुणः आत्मनि सञ्जायते, सः गुणः एव इच्छा। शास्त्रे तस्य आकारवर्णनम् इत्युक्ते शब्दे कीदृशप्रयोगः भवति, इच्छागुणस्य शब्दे कीदृशप्रयोगः भवति, इदं मम भवतु इति शास्त्रे तस्य प्रयोगः भवति, स एव इच्छा नाम्ना गुणः इति द्वितीयः गुणः। ग्रामगमनावसरे न आत्मनि उत्पन्न, सत्यम्। उद्याने उद्याने एव उत्पन्न, अतः एषः गुणः ज्ञानात् भिन्नः भिन्नः भिन्नः अस्ति। ज्ञानम् अधुना इच्छा, परन्तु अस्तु इति द्वितीयः गुणः अस्ति। प्रथमं ज्ञानम्, अनन्तरम् इच्छा। परन्तु अत्र उद्याने पुष्पगुल्मलतादीनां विक्रयो न भवति इति जानानः केवलम् इच्छति, वृक्षवाटिकां गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामि इति आलोच्य वृक्षवाटिकां गच्छति। तदनन्तरम् उद्याने वृक्षाणि लतानि विक्रयः न भवति इति जानानः, अत्र जानानः इति जानाति, सत्यं। गच्छन् अस्ति इति शत्रुप्रत्ययः भवति खलु, तथैव जानीते इति आत्मनेपदिन शानज् भवति, तर्हि जानानः। सः किं जानानः भवति, उद्याने विक्रयणं न भवति इति सः जानाति। तर्हि उद्याने केवलम् इच्छा एव भवति, उद्याने तस्य विक्रयणार्थं प्रयत्नः न भवति। वृक्षवाटिकां गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामि इति आलोच्य वृक्षवाटिकां गच्छति। अस्तु, तर्हि तदनन्तरमेव वृक्षवाटिकां गत्वा क्रयणं कर्तुं शक्नोमि अथवा सम्पादयितुं शक्नोमि इति विचिन्त्य वृक्षवाटिकां गच्छति। तर्हि एतावत् पर्यन्तं ज्ञान इच्छ इति गुणद्वयं भवति आत्मनि। भगिनी, जानानः एकवचनम् अस्ति वा बहुवचनम् अस्ति? एकवचनं भगिनि, एकवचनम्। अकारान्तपदवत् रामः रामौ रामाः, तथैव जानानः एकवचनम्। अस्तु, अजितमहोदय अग्रे पठति वा? तत्र प्राथमिकं ज्ञानं तस्य भवति, द्वितीया इच्छापि, इतोपि तृतीयः गुणः आत्मनि उत्पद्यते, येन हस्तः चलित्वा धनार्थं सञ्चिकां याति, सः गुणः न यात्रायाम् उत्पन्नः नापि उद्याने, तदा सः यदि उदपत्यत हस्तः सञ्चिकाम् आगमिष्यत् न गतः, तेन विद्भः तेन विद्मः आदिमयोः स्थलयोः अविद्यमानः गुणः इदानीमात्मनि उत्पन्नः, स एव प्रयत्नः, कृतिः, प्रवृत्तिः, यत्नः, भावना इत्यादिशब्दैः व्यवह्रियमाणः आत्मविशेषगुणः, तस्मिन् सति हि हस्तपादादौ क्रिया भवति, असति क्रिया न भवति, जाग्रदवस्थायां प्रतिक्षणं शारीरे अनेकाः क्रियाः भवन्ति, सर्वत्र च इयं कृतिः अपेक्षिता, उत्क्षेपणादौ एतेषां त्रयाणावश्यकत्वं वक्ष्यामः. अस्तु, किञ्चित् मन्दं मन्दं प्रारम्भतः पठित्वा वदतु महोदय. इदानीं प्राथमिकं ज्ञानं भवति, तदनन्तरं मनसि इच्छा आविर्भवति, इच्छादनन्तरं तत् प्रवृत्तिरूपेण बहिरागमिष्यति इति प्रयत्नः एव प्रयत्नः अथवा कृति इत्युच्यते. तर्हि एतावत् पर्यन्तं यदा भगिन्या उक्तं याने केवलं ज्ञानमासीत्, परन्तु यदा उद्यानम् आगतवान् तदा इच्छा अपि अभवत्. उद्याने विक्रयणं न भवति इति सः जानाति, तदर्थं वाटिकाम् आगतवान्. तत्र किम् अभवत्? इतोपि तृतीयः गुणः आत्मनि सञ्जायते, तस्य नाम कृतिः. कृतिः, अस्तु, प्रयत्न. अत्र किञ्चित् कश्चन प्रयत्नः अस्ति खलु, हस्तं चालयित्वा, हस्तं चलित्वा धनार्थं सञ्चिकां याति इति कश्चन प्रयत्नः, विक्रयणार्थं कश्चन प्रयत्नः जातः, सः एव प्रयत्नः कृतिः इति अपि उच्यते. अग्रे पठतु महोदय. सः गुणः न यात्रायाम् उत्पन्नः, सः गुणः न यात्राणाम् उत्पन्नः नापि उद्याने. कृतिः यात्राणाम् उत्पन्नः न, उद्याने न, तथा सः यदि उत्पत्यत हस्तः सञ्चिकाम् आगमिष्यत्, यदा हस्तः सञ्चिकाम् आगमिष्यति तथा एव सः गुणः उत्पन्नः. उदपच्यत, अत्र प्रयोगः अस्ति लृङ्लकारः. लृङ् इति जानन्ति खलु, यदा वर्षा अभविष्यत् तदा वृक्षाः अवर्तिष्यत. अस्तु, अत्र सम्भावना अस्ति इति उच्यते, लृङ्लकारः उदपत्स्यत, आत्मनेपदि धातोः लृङ् रूपम् अस्ति. अस्तु, यदि अत्र किम् उक्तमस्ति इत्युक्ते, एषः गुणः कृतिः अथवा प्रयत्नः इति गुणः यात्रायाम् अपि न उत्पन्नः, उद्याने अपि न उत्पन्नः. यदि उत्पन्नः अभविष्यत् तर्हि तदा एव सः प्रायः सञ्चिकां नेतुम् अगमिष्यत् खलु, किन्तु तथा न अभवत्. एषः गुणः अथवा प्रयत्नः नाम्ना गुणः अधुना एव उत्पन्नः इति सूचनार्थं लृङ्लकारस्य प्रयोगः. अस्तु, तेन किं विद्मः? तेन विद्मः आदिमयोः स्थलयोः अविद्यमानः गुणः इदानीम् आत्मनि उत्पन्नः. विद्मः तेन विद्मः जानीमः. इत्युक्ते पूर्वम् अविद्यमानः गुणः इदानीम् उत्पन्नः आसीत् तदेव. आदिमयोः स्थलयोः, पूर्वं द्वयोः स्थलयोः, याने अथवा उद्याने, यात्रासमये वा अथवा उद्याने, द्वयोः स्थलयोः एषः गुणः नासीत्, परन्तु अधुना उत्पन्नः गुणः. सः एव प्रयत्नः, कृतिः, प्रवृत्तिः, भावना इत्यादि शब्दैः व्यवह्रियमाणः. तस्मिन् सदिः हस्तपादादौ क्रिया भवति, असदि क्रिया न भवति. तथैव गुणप्रयत्न अथवा कृतिगुणकारणमेव हस्तपादादौ क्रिया भवति एव. अत्र पश्यन्तु, प्रथमे परिच्छेदे शब्दप्रयोगः अथवा व्यवहारः इति उक्तम्. अस्तु, व्यवहारस्य कारणं ज्ञानमासीत्, तथैव हस्तपादादौ क्रियायाः कारणं किमस्ति अत्र? प्रयत्नः अथवा प्रयत्नः. हा, प्रयत्नः अथवा कृतिः नाम्ना गुणः भवति चेदेव हस्तपादादौ क्रिया अपि भवति. प्रयत्नं कर्तुमेव वयं हस्तपादाभ्यां कापि क्रियां कुर्मः इति अस्ति. इदानीं जाग्रत अवस्थायां प्रतिक्षणं शरीरे अनेकाः क्रियाः भवन्ति, किन्तु वयं न जानीमः एव. सर्वत्र च इयं कृतिः अपेक्षिता. जाग्रतावस्थायां जाग्रतावस्थायाम् इत्युक्ते यदा वयं निद्रां वा निद्रां न कुर्मः तथा तथा शरीरे तस्य शरीरे अनेकाः क्रियाः भवन्ति, तदपि इयं कृतिः अपेक्षिता. खलु, तदपि कृतिः इति क्रियायाः पुरतः कारणमस्ति कृतिः. उत्क्षेपणादौ एतेषां त्रयाणाम् आवश्यकत्वं वक्ष्यामः. अग्रे गत्वा क्रियायाः कृते एतेषां त्रयाणां नाम ज्ञान इच्छा कृति एतेषां त्रयाणामपि आवश्यकता अस्ति इति अग्रिमभागः. एतावत्पर्यन्तं बुद्धं वा? उत्क्षेपण अर्थं किम्? अर्थः कः? अस्तु, तत्र निरूपणमासीत् खलु, पदार्थनिरूपणमासीत्, द्रव्यगुणकर्मसमवाय इत्यादि पूर्वं पठितवन्तः. तत्र क्रियायाः निरूपणसन्दर्भे उत्क्षेपण, अपक्षेपण, आकुञ्चन, गमन इति पञ्चक्रियाणि क्रियाः आसन् खलु, तेषु अन्यतमः उत्क्षेपणादौ इति तदर्थमुक्तम्. तर्हि क्रियार्थम् एतेषां त्रयाणामपि आवश्यकता कथं वर्तते इति अग्रिमभागः अस्ति. भगिनि एक गवाक्षात् इत्युक्ते गवाक्षात् उद्यानः इत्युक्ते उद्यानः गवेन न न अत्र गवाक्षात् इत्युक्ते वातायनं वातायनं याने गच्छति अस्तु याने गवाक्षः न वातायनं भवति खलु तेन उद्यानानि पश्यन्ति तदा ज्ञानं भवति धन्यवादः अस्तु अग्रे माला भगिनी पठति वा आं भगिनि चेष्टास्पन्दयोः भेदकथनम् अत्र अपरोऽयं विशेषः निराश्रितः हस्तः गगने उन्नीतश्चेत् तत्र ईषत् कम्पं वयम् अनुभवामः तत्र न किञ्चित् ज्ञातं न किञ्चित् अभिलषितं नापि प्रयत्तं तथापि हस्ते कम्पः दृश्यते एतादृशी क्रिया हस्ते शरीरे वा जायमाना पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते या क्रिया उत्पन्ना ततः भिन्ना विलक्षणा तत्र मालती लता ज्ञाता अभिलषिता तां क्रेतुं प्रयत्तं ततः हस्ते क्रिया उत्पन्ना अतः आत्मनि ज्ञानम् इच्छा यत्नः एतेषां त्रयाणाम् असत्त्वे या हस्ते शरीरे वा क्रिया उत्पद्यते सः स्पन्दः कम्प इति वा उच्यते ज्ञानादीनां त्रयाणां सत्त्वे या क्रिया उत्पद्यते स एव चेष्टा इति शास्त्रे प्रसिद्धा यत् इष्टं पुष्पादि तदवाप्तुं यच्च यच्छानिष्ठं कण्टकादि तन्निवारयितुं शरीरे जायमाना क्रिया एव चेष्टा इति शरीरक्रिययोः भेदः दर्शितः अत्र आरम्भतः पठित्वा किञ्चित् किञ्चित् वदतु आम् अत्र नूतनतया चेष्टा अपि च स्पन्दः एतेषां भेदनिरूपणं भवति अत्र अपर अयं विशेषः निराश्रितः हस्तः गगने उन्नीतश्चेत् तत्र ईषत् कम्पं वयम् अनुभवामः यदा किमपि यदा वयं हस्तं आकाशस्य प्रति उन्नयामश्चेत् तत्र वयं किमपि न कर्तुम् इच्छामः तथापि कम्पं वयम् अनुभवामः किमर्थम् इत्युक्ते वायुकारणात् वा किमपि तत्र कम्पं भवति तत्र अस्माकं अभिलाषा किमपि नास्ति प्रयत्नः अपि नास्ति तत्र न किञ्चित् ज्ञातं न किञ्चित् अभिलषितं न अपि प्रयत्तं तथापि हस्ते कम्पः दृश्यते न इच्छामः अपि न इच्छामः तथापि कम्पः दृश्यते एतादृशी क्रिया हस्ते शरीरे वा जायमाना पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते या क्रिया उत्पन्ना ततः भिन्ना विलक्षणा एतादृशी क्रिया हस्ते शरीरे वा जायमाना एतादृशी क्रिया नाम कम्प नाम क्रिया आम् सा क्रिया या हस्ते वा शरीरे जायमाना आसीत् तादृशी क्रिया ततः भिन्ना कुतः भिन्ना पुष्पवाटिकायां या क्रिया जाता सञ्चिकायां निधानाय हस्ते या क्रिया जाता ततः भिन्ना अस्ति ततः भिन्ना किमर्थम् इत्युक्ते अत्र इच्छा नास्ति एवं वा अत्र ज्ञान इच्छ प्रयत्न ज्ञान इच्छ कृतीनाम् अभावः अस्ति तथापि काचित् क्रिया जाता हस्ते कम्पः भिन्ना विलक्षण हा अतः भिन्ना विलक्षण अस्तु तत्र मालती लता ज्ञाता अभिलषिता तां क्रेतुं प्रयत्तं ततः हस्ते क्रिया उत्पन्ना तदा तु यदा वयं मालती लता क्रेतुम् इष्टवन्तः तदा तत्र क्रिया उत्पन्ना तत् क्रेतुं यत् प्रयत्नः अभवत् तदा सः क्रिया भिन्ना खलु हा मालती लता ज्ञाता इति तत्र ज्ञानम् अभिलषिता इत्युक्ते इच्छा तां क्रेतुं प्रयत्तम् इत्युक्ते कृतिः आम् उद्याने त्रयाणां गुणानां सत्त्वे काचित् क्रिया उत्पन्ना परन्तु मालती किम् अस्ति लताविशेषम् इति चिन्तयामि इति कश्चन काचित् लता सस्यं लतायाः नाम अस्तु आम् अतः आत्मनि ज्ञानम् इच्छा यत्नः एतेषां त्रयाणाम् असत्त्वे या हस्ते शरीरे वा क्रिया उत्पद्यते सः स्पन्दः कम्पः कम्प इति वा उच्यते यदि आत्मनि ज्ञानं न भवति इच्छा न भवति यत्नः अपि न भवति इत्युक्ते क्रिया एतेषां त्रयाणाम् असत्त्वे न भवति चेत् हस्ते शरीरे वा यत् क्रिया भवति तस्य नाम स्पन्दः कम्पः वा इति उच्यते अनादीनां त्रयाणां सत्त्वे या क्रिया उत्पद्यते स एव चेष्टा इति शास्त्रे प्रसिद्धा यदि वयं यदि अस्माकं मनसि ज्ञानम् इच्छा अनन्तरं चेष्टा भवति तदा इच्छा कृतिः भवति तदा चेष्टा इति इति शास्त्रे वदामः तदा इति न ज्ञान इच्छा कृति एतेषां कारणेन या क्रिया भवति सा एव भवती उक्तवती चेष्टा यत् इष्टं पुष्पादि तद् अवाप्तुं यच्च निष्टं कण्टकादि तन्निवारयितुं शरीरे जायमाना क्रिया यच्च शरीरक्रिययोः भेदः दर्शितः यदिष्टं पुष्पादि तवाप्तुं तद् प्राप्तुम् इष्टं पुष्पादि अथवा कण्टकं यदि अत्र एकं पदमस्ति यच्च निष्टं तत्र विभज्य वदामश्चेत् यत् च अनिष्टम् तस्य अर्थः कः भगिनि इष्टम् इत्युक्ते यद् इच्छामः अनिष्टम् इत्युक्ते यद् वयं न इच्छामः तदेव तावदेव अत्र हा सन्धिं कृत्वा तथा अस्ति पदं क्लिष्टकरं दृश्यते किन्तु केवलं यद् च अनिष्टं यच्च अनिष्टम् इति विभजनं भवति तस्य पदस्य यच्च कण्टकं जानीमः खलु कण्टकम् इत्युक्ते थोर्न् हा तद् निवारयितुं यदा क्रिया भवति तदेव चेष्टा वयं इच्छानुसार न इच्छामः कण्टकम् अस्माकं शरीरे अतः यदा वयं तद् निवारयितुं प्रयत्नं कुर्मः तद् क्रियायाः नाम चेष्टा हा अत्र स्पन्दः चेष्टा एतयोः भेदः दर्शितः इति स्पष्टं स्यात् भगिन्या सर्वम् उक्तमेव ज्ञान इच्छा कृति एतेषाम् अभावे अपि या क्रिया जायते तस्य नाम स्पन्दः अथवा कम्प. ज्ञान इच्छा कृति एतेषां कारणेन या क्रिया जायते तस्य नाम चेष्टा. इति क्रियायाः द्वैविध्यम् अस्ति अत्र. भगिनी शरीरस्य प्राणक्रिया प्राण अपान सपान एते भिन्ना भवति. महोदयस्य वर्गे अपि एषः प्रश्नः आगतः. तर्हि शरीरस्य अन्ते या क्रिया भवति तस्य ज्ञानं नास्ति, इच्छा नास्ति, परन्तु भवति एव क्रिया खलु. हृदयं कार्यं करोति, शरीरान्ते अवयवाः कार्यं कुर्वन्ति, ते सर्वे स्पन्दः इति भवितुम् अर्हति वा इति प्रश्नः आगतः. तदर्थं प्रायः संशयः अस्ति तस्मिन् विषये. अग्रिमसप्ताहे प्रायः तस्य उत्तरं प्राप्स्यामः इति मन्ये. अहम् एतद् अवगतवती, तेषां चेष्टा न कदापि भवति. सत्यं सत्यं सत्यं. ते सर्वदा कार्यं कुर्वन् अस्ति, अतः तत्र चेष्टा भवितुं न अर्हति. पार्किन्सोनिज़म् अति इन्वालण्टरी एक्टिविटीस् भवति न तद् उद्देश नास्ति. सत्यं सत्यं, किन्तु तथा नास्ति भगिनि. स्पन्दः इत्युक्ते भवती प्रायः किं चिन्तयति, ट्विचिङ्ग् वा तथा किमपि इति चिन्तयति स्यात्. तथा नास्ति. स्पन्दः कम्पः एका क्रिया अस्ति तावदेव. अस्तु, तस्य क्रिया तस्याः क्रियायाः किमपि कारणं नास्ति, किन्तु इन्वालण्ट्रि आक्षन् इति वक्तुं शक्नुमः वा न वा इत्यस्य प्रश्नस्य उत्तरं माला भगिनी दत्तवती. इदानीं हृदयस्य कापि क्रिया भवति एव, अस्तु, शरीरान्ते जठरस्य कापि क्रिया भवति, किन्तु सा क्रिया सर्वदा भवति, तस्य चेष्टा इति किमपि नास्ति, सा क्रिया सर्वदा भवति. हस्तपादादौ चेष्टा भवति किल. अहम् उद्देशपूर्वकं किमपि कार्यं कर्तुं शक्नोमि हस्तेन पद्भ्यां च, परन्तु हृदयस्य वा जठरस्य वा उदरस्य वा तथा नास्ति. उद्देशपूर्वकं चेष्टा न कर्तुं शक्नोति सः. तदर्थं तस्मिन् चेष्टा नास्ति. यदा चेष्टा एव नास्ति तर्हि स्पन्दः इति अपरा क्रिया भवितुम् अर्हति वा न वा इति संशयः आसीत् वर्गे. प्रायः तथा न स्यात्. हस्तपादस्य विषयं भिन्नं, विषयः भिन्नः. हस्तौ अथवा पादयोः चेष्टा भवितुम् अर्हति. तदर्थं विना उद्देशं यदा कापि क्रिया जायते हस्तौ हस्ते वा अथवा पादे वा तस्य नाम स्पन्दः कम्प इति अस्ति. अस्तु, अग्रे सरला भगिनी पठति वा. आं भगिनि. सविषयकपदार्थगणनं ज्ञानादीनाम् अस्ति अपरो विशेष इति एते सर्वेषि सविषयकाः विषयतारूपां दर्शिताम् अर्चिपदार्थे प्रक्षिपन्ति. घटनिष्ठविषयतानिरूपकं ज्ञानं, पटनिष्ठविषयतानिरूपका इच्छा, मठनिष्ठविषयतानिरूपिका कृतिः इति शक्नुमः वक्तुम्. एवमेव आत्मनिष्ठद्वेष अपि स विषयकः. दुर्योधनः भीमम् अद्विषत् इति विद्मः. तत्र दुर्योधनस्य द्वेषः सविषयकः, भीमविषयकः. तथा च भीमनिष्ठः विषयतानिरूपकः दुर्योधनस्य द्वेष इति भवेत् एव तन्निरूपणं. तथा च ज्ञान इच्छा कृति द्वेषाः सविषयकाः. इतोपि एकः सविषयकपदार्थः अस्ति भावनाख्या संस्कारः। तं तु उपरिष्टात् सङ्ग्रहकारः वर्णयिष्यति। वयमपि तस्य विशेषान् निरूपमयिष्यामः। इदानीं वयं पठितवन्तः त्रयोगुणा ज्ञान, तस्य अनन्तरम् इच्छा, इच्छानन्तरं कृति भवति। यदि त्रयो भवति स क्रिया सविषयका अस्ति, ज्ञानादीनाम् अस्ति अपरो विशेष इत्येति एते सर्वेषि सविषयका। सविषयका इति विषयं विषयता अस्ति, तस्य निरूपणं सविषयका नाम विषयः अस्ति, सविषयका विषयेन सह इति समासः अस्ति। सः विषयेन सह अस्ति। उदाहरणं लैक् ज्ञानं वृक्षाः लतानां, ये लता एते विषया ज्ञानं ददाति, ज्ञानं दत्तवती। विषयाः भवन्ति ज्ञानस्य विषय, देन् इच्छाविषयाः भवन्ति, अहं क्रेतुम् इच्छामि लता लता वृक्षान्, ता इच्छा तस्य विषया भवन्ति, इच्छायाः विषया भवन्ति। कृतिविषयाः क्रिया भवति, हस्तपादौ चलितां चलित्वा सञ्चिकां धनं गृहिणां, तस्य विषयः इति सर्वे सविषयका पदार्थाति। घटनिष्ठविषयतारूपकं ज्ञानं, पट्टनिष्ठविषयतारूपिका इच्छा, मठनिष्ठविषयतारूपिका कृति, त्रयो हि ज्ञानम् इच्छा कृति तस्य विषयता विषय तस्य अधेय अस्ति। ज्ञान इच्छा कृति विषयितायाः अधेयता भवन्ति, क्षम्यतां विषयितायाः अधिकरणता अस्ति। भवती किं पृष्टवती? विषयता भवति न तेन विषयता, विषयता भवति विषयेषु, ज्ञानस्य विषयः घटः अस्ति चेत् तस्य विषयता घटे अस्ति, घटे अस्ति। इच्छायाः विषयः पटः अस्ति चेत् पटे विषयता, इच्छायां विषयिता। मठनिष्ठविषयता निरूपिका कृतिः, कृतिः कृति नाम प्रयत्नं, किमर्थं प्रयत्नं भवति? मठनिर्माणार्थं प्रयत्नं भवति चेत् कृतेः विषयः मठः इति, तस्मिन् विषयता, कृतौ विषयिता। तथैव द्वेष अपि सविषयकः अस्ति। उदाहरणतः दुर्योधनभीमतयोः द्वेषभावः अस्ति। सो दुर्योधनस्य द्वेष सविषयकः, भीमविषयकः अस्ति। सो भीमनिष्ठविषयिता निरूपक दुर्योधनस्य द्वेष इति अपि सविषयकपदार्था भवन्ति। तथैव चेष्टा द्वेष द्वौ सविषयकपदार्थः अस्ति। न, चेष्टा इति न उक्तं, केवलं ज्ञान इच्छा कृति सविषयकाः, तथैव द्वेषः अपि सविषयकः। अनन्तरं भावनाख्यसंस्कारः इति यद् पूर्वमपि दृष्टं, सः अपि सविषयकः, तस्य निरूपणम् अग्रे भवति, अग्रे गत्वा तस्य निरूपणमपि यदा पठामः तदा तस्य विषयः कः इति जानीमः। अस्तु, इति एते सर्वे सविषयकाः पदार्थाः इति उक्तम् अत्र। एतावता कोऽपि प्रश्नः वा? अस्तु तर्हि अग्रे मीता भगिनी पठति किम्? प्रकृतमनुसरामः पूर्वे उक्त अनुमानेन यः ईश्वरः सिद्ध्यति सः जन्य पृथिव्यादि समस्तकार्यनिर्माता इति तस्य ज्ञानम् इच्छा कृतिः इति एतत्त्रितयम् आवश्यकम्। पूर्वोक्त अस्तु एकवारं पठतु भगिनि, तदनन्तरं पुनः वारं वाक्यशः पठामः। अतः ईश्वरे अपि तत् स्वीक्रियते, परन्तु न तत् अस्मदीयज्ञानादिवत् अनित्यम् किन्तु नित्यम् अनित्यत्वे अनन्तानि ज्ञानानि स्वीकर्तव्यानि भवेयुः। तथा च सिद्धः ईश्वरः तस्य नित्यज्ञाने चाकृत्यश्च विषयेऽस्मिन् नैयायिकैः बहु पराक्रान्तम् उद्ग्रन्थे विशेषजिज्ञासुभिः द्रष्टव्यम्। प्रकृतमनुसरामः पूर्वे उक्त अनुमानेन यः ईश्वरः सिद्ध्यति सः जन्यपृथिव्यादि समस्तकार्यनिर्माता इति तस्य ज्ञानम् इच्छा कृतिः इति एतत् त्रितयम् आवश्यकम्। इदानीमेव वयं दृष्टवन्तः क्रिया भवति चेत् कापि क्रिया भवतु, अस्तु विक्रयणम् इति अथवा क्रयणम् इति क्रिया भवतु, तस्मात् प्राक् ज्ञानम् इच्छा कृति भवेदेव। चेष्टा नाम क्रिया अस्ति चेत् तत्र तस्मात् प्राक् एते सर्वे भवन्ति ज्ञाने च कृतयः। तथैव ईश्वरस्य विषये किम् उक्तम्? सत्यं समस्तकार्यनिर्माता सः एव खलु। कार्यम् अस्ति चेत् तस्मात् प्राक् किं किं स्यात्? ज्ञानम् इच्छा कृतिः इति त्रितयम् आवश्यकम् इति उक्तम्। अतः ईश्वरे अपि तत् स्वीक्रियते, ईश्वरे एतत् सर्वे अपि अस्ति इति वदति वा? सत्यं सत्यं, परन्तु न तत् अस्मदीयज्ञानादिवत् अनित्यं किन्तु नित्यम् अस्माकं ज्ञानादिवत् ईश्वरे ज्ञानम् इच्छाकृति सर्वम् अस्ति, परन्तु अस्मदीयज्ञानं यथा अस्ति अनित्यं ज्ञानम् अथवा ज्ञानं तथा नास्ति ईश्वरस्य। ईश्वरस्य ज्ञानं नित्यम् अस्ति, किमर्थं तथा स्वीकृतम् इति अग्रे। अनित्यत्वे अनन्तानि ज्ञानानि स्वीकर्तव्यानि भवेयुः। अनित्यत्वस्य स्वीकारे ईश्वरस्य ज्ञानम् अनित्यम् इति स्वीकुर्मश्चेत् तदा तानि अनन्तानि बहूनि भवेयुः। तेन किं जायते? गौरवं जायते, लाघवं गौरवम् इति वयं पठितवन्तः पूर्वमपि। बुद्धेः क्लेशः गौरवं, बुद्धेः सौकर्यम् इति लाघवम् इति वयं पूर्वं दृष्टवन्तः खलु। अनुमानेन यः पदार्थः निर्मितः भवति, अनुमानेन यः कोऽपि पदार्थः निर्मितः भवति, तदा बुद्धेः सौकर्यार्थम् अथवा लाघवार्थम् एकम् एव इति संख्या स्वीक्रियते, आकाशः एकः इति अनुमानेन कृतम्. ईश्वरः अथवा परमात्मा इति यदुच्यते तदपि अनुमानेन कृतम्. तेन लाघवार्थं बुद्धेः सौकर्यार्थम् अनित्यं न स्वीकृतम्. अनित्यं स्वीकृतं चेत् किं भवति तत्र? अनन्तानि ज्ञानानि भवेयुः. तत्र एकत्वं नास्ति खलु, बहुत्वं बाधकं बाधकं अभवत्. तदर्थं तथा च सिद्धः ईश्वरः तस्य नित्यज्ञाने च कृतयश्च. ईश्वरे नित्यज्ञानम् एव अस्ति. नित्यम् इत्युक्ते ज्ञान इच्छा कृतिः अस्ति इति. हा, केवलम् अनुमानेन साधितम् ईश्वरः अथवा परमात्मा. अनुमानेन यः कोऽपि किमपि साध्यते चेत् तत्र एकत्वं नित्यत्वम् इत्येव स्वीक्रियते. तदर्थम् अत्र ईश्वरे विद्यमानं ज्ञानम् अथवा विद्यमाना इच्छा वा कृतिः नित्यत्वेन भवन्ति ईश्वरे इति स्वीकृतम्. अस्मिन् विषये न्यायिकैः बहु पराक्रमः कृत्वा एते विषयाः चर्चिताः इति अस्ति. बहु पराक्रमेण इत्युक्ते बहु पराक्रान्तम् उद्ग्रन्थे प्रयत्नम् अथवा बहु कष्टेन साधितमस्ति एतत् सर्वम्. अस्तु, तर्हि विषयः मुख्यविषयः एवमेव अस्ति. ईश्वरे विद्यमान ज्ञान इच्छाकृतिः नित्यम्. अस्तु, अस्मासु विद्यमान ज्ञान इच्छाकृतिः अनित्यं स्यात्. अनित्यम् अस्ति चेत् अनन्तम् अपि. अस्तु, तदर्थम् ईश्वरे विद्यमानं ज्ञानं नित्यम् अस्ति, नित्यत्वस्वीकारेण लाघवं भवति. अनन्तरम् ईश्वरः तु एकः इति अपि संख्यारूपेणापि तत्र लाघवम् अजायत. लाघवार्थं ज्ञान इच्छाकृतिः नित्यम् इति अनुमानेन साधितमस्ति ईश्वरस्य विषये. अत्र महोदयेन एकं पदम् उक्तं, समुच्चयात्मकं ज्ञानमिति. समुच्चयात्मकं ज्ञानं नाम ज्ञानं भवतु, एकं ज्ञानम् इति स्यात्, परन्तु ज्ञानस्य विषयः भिन्नभिन्नाः भवन्ति. अस्तु, ईश्वरः सर्वज्ञः, तस्य ज्ञानस्य विषयः बहूनि भवन्ति. समुच्चयात्मकं ज्ञानमिति सः सर्वं जानाति. एतत् सर्वम् ईश्वरे अथवा परमात्मनि नित्यत्वेन भवन्ति इति अस्ति सविषयकपदार्थानां निरूपणं वा गणनं. भगिनी, पुनः समुच्चयात्मज्ञानं सर्वं जानाति सर्वविषयान्. समुच्चयात्मकं ज्ञानम् इत्युक्ते ज्ञानस्य विषयाः बहवः भवितुम् अर्हन्ति. एतेषां विषयाणां समुच्चयं कृत्वा एकं ज्ञानं सिद्धं भवति. तथा उदाहरणे ज्ञानम् अस्ति, यः पश्यति अयं घटः, अयं पुस्तकम्, अयं वातायनम् इति अनेकानि विषयाः पश्यन्ति, परन्तु ज्ञानम् एकमेव अस्ति. हा हा, इदानीं प्रायः हा अयं घटः इति यदा पश्यति तत्र ज्ञाने घटः इति एकः विषयः अस्ति, परन्तु घटः नीलवर्णः इति चिन्तयतु, तत्रापि एकः विषयः, तत्सर्वं मिलित्वा एकं ज्ञानं तथा अस्ति. वयं ज्ञानं क्षणात्मक अस्ति, किन्तु ईश्वरस्य ज्ञानं नित्यत्वम् अस्ति. ईश्वरस्य ज्ञानम् एकसमये सर्वविषयाः ज्ञानम् अपि अस्ति. अस्मिन् अस्माकं ज्ञानं केवलम् एकविषयस्य एकक्षणम् अस्ति, एकक्षणे एकविषयम् अस्ति. अस्तु, इतः अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि. जीवात्मनिरूपणम्. ईश्वरं निरूप्य जीवमाह जीवस्विति तु हि तु इति ईश्वरात् वैलक्षण्यज्ञापनाय इदं च बहुविधं प्रसिद्धं. यथा ईश्वरः एक एव, जीवस्तु शरीरभेदेन भिन्नाः, शरीराणि अनन्तानि इति जीवाः अपि अनन्ताः. ईश्वरः सर्वविषयकज्ञानवान्, सर्वविषयक इच्छावान् सर्वकार्यविषयककृतिमान्. जीवस्तु किञ्चित् जानाति, किञ्चिदेव इच्छति, कृतिरपि तस्य तत्तत्कार्यविशेषविषयिणी एव भवति. किञ्चित् वदति वा भगिनि? विषयः जीवात्मनिरूपणम्. ईश्वरं निरूप्य जीवम् आह जीवस्विति. अस्तु, अत्र तु इति किमर्थम् उक्तम्? तु इति ईश्वरात् वैलक्षण्यज्ञापनाय. प्रत्येकलक्षणम् सत्यं नाम ईश्वरः भिन्नः, जीवः भिन्नः, ईश्वरस्य जीवस्य गुणः भिन्नः इति प्रदर्शयितुं तु इति पदस्य आवश्यकता आसीत्. इदञ्च बहुविधं प्रसिद्धम्. ईश्वरः एकः एव, जीवाः भिन्नभिन्नाः, भिन्नभिन्नशरीराणि, जीवाः अनन्ताः अपि. ईश्वरः सर्वज्ञः. सर्वज्ञः इत्येव उक्तं, तद् सर्वविषयकज्ञानवान् इत्युक्ते सर्वज्ञः. अस्तु, समीचीनं भगिनि, अग्रे. सर्वविषयक इच्छवान्, सर्वविषयकज्ञानवान्, सर्वविषयक इच्छावान्, सर्वविषयककृतिमान् ईश्वरः. जीवः तथा नास्ति, किञ्चित् एव जानाति. जीवः किञ्चिदेव इच्छति, कृतिः अपि परिमितमस्ति. तत्तत् कार्यविशेषविषयिणी कारणात् परिमितमस्ति. बहु सम्यक् अस्ति भगिनि. तथैव जीवः भिन्नः, जीवः ईश्वरात् विलक्षणः. कथम्? ईश्वरः सर्वज्ञः, सर्वेषु विषयेषु तस्य इच्छा, तदर्थं सर्वविषयक इच्छावान्. सर्वेषु विषयेषु तस्य कृतिः अपि अस्ति, तदर्थं सर्वकार्यविषयककृतिमान् इति ईश्वरः. जीवः तथा नास्ति, जीवस्य तथा सर्वज्ञत्वं नास्ति. सत्यम्. किञ्चिदेव इच्छति, किञ्चिदेव कृतिः अस्ति. अतः जीवात्मनः जीवाः भिन्नः भिन्नाः भिन्नः अस्ति. प्रतिशरीरभेदेन जीवः भिन्नभिन्नः, अपि च सर्वे जीवाः ईश्वरात् भिन्नाः एव. भगिनि, एकः प्रश्नः, तत्र कार्यविशेषविषयिणी, तस्य अर्थं किम्? हा, अस्तु, अत्र कृतिरपि तत्तत् कार्यविशेषविषयिणी. ज्ञानम् इति विषयी इति अस्ति खलु, ज्ञाने विषयिता अस्ति, ज्ञानं विषयी, कृतिः कृतिः इति स्त्रीलिङ्गपदं विषयिणी. अपि च वयम् एवमपि जानीमः, पूर्वं पठितं, पूर्वस्मिन् पुटे पठितं खलु, कृति अपि विषयकम् अस्ति, विषयक सविषयकपदार्थेषु कृतिः अपि, कृतिः सविषयकं चेत् कृत्यौ कृतौ विषयिता अस्ति, विषयिणी कृति. तत्तत् कार्यविशेष नाम यत्र यत्र कार्यं भवति तत् कार्यं निमित्तीकृत्य एव कृतिः अस्ति. तदर्थं कृति तत्तत् कार्यविशेषविषयिणी. परन्तु ईश्वरः तथा नास्ति, सर्वकार्यविषयककृतिमान्. कृति यथा भगिन्या उक्तं, कृत्यां सीमितम् अस्ति विषयाः. तत्तत् कार्यविशेषविषयाः एव भवन्ति कृतौ, ईश्वरस्य तथा नास्ति इति अत्र उक्तम्. अस्तु, अग्रे अजितमहोदय पठति वा. तत्र शरीरभेदेन जीवस्य भेदः अङ्गीकार्यः. पूर्वपूर्वजन्मासु यत् पापं पुण्यं वा आत्मना आप्तं तस्य भोगाय किल शरीरं. तच्च एकैकस्य विभिन्नसुखदुःख सुखदुःखाद्यानुरोधात् भिन्नं. यदा खलु चैत्रः सुखी तदा मैत्रः अनुभवति दुःखम्. एक एव यदि आत्मा स्यात् कथं तस्य एकता एव सुखं दुःखं वा स्यात्? अतः जीवात्मानः अनन्ताः, तन्नानात्वमुक्त्वा परिमाणमाः विभुरिति. उच्यतां महोदय. अत्र जीवात्मा परमात्मभेदः सूचयति. एक आत्मना दुःखं सुखम् अनुभवति. प्रथमः अंशः कः? शरीरभेदेन जीवस्य भेदः. शरीरभेदेन जीवस्य भेदः. बहवः जीवाः सन्ति, किमर्थं बहूनि शरीराणि सन्ति, प्रत्यस्मिन् शरीरे एकः जीवः अथवा जीवात्मा इति कृत्वा शरीरभेदेन जीवस्य भेदः. अस्तु, अनन्तरं शरीरकारणं पूर्वजन्मस्य पापपुण्यम् एव. तदेव कारणम् एकैकस्य विभिन्नसुखदुःख अनुरोधात् शरीरं प्राप्तम्. यदा एक पुरुषः सुखी तदा एक अन्यपुरुषः दुःखी भवेत् एकैककाले. एकस्मिन् काले बहवः जनाः विभिन्न अनुभव अनुभवति. तदुक्त्वा किं साधितम् अत्र? भिन्नभिन्न भिन्नभिन्नजनाः भिन्नभिन्न अनुभवं प्राप्नुवन्ति चेत् तत्र किं साधितं? जीवात्मा भिन्नभिन्नाः इति. नो चेत् जीवात्मा इति न केवलम् एकः एव आत्मा इति भवति इति चिन्तयामश्चेत् तर्हि सर्वे सुखिनः भवन्ति, सर्वे दुःखिनः भवन्ति, परन्तु तथा नास्ति खलु. जीवात्मा भिन्नभिन्न भिन्नभिन्न भिन्नभिन्नः सन्ति, अतः जीवात्मानः अनन्ताः इति वक्तुं शक्नोति. जीवात्माः अनन्ताः, शरीरभेदेन जीवाः भिद्यन्ते, बहूनि शरीराणि तथैव जीवाः अपि भिन्नभिन्नाः. अस्तु, अग्रे अत्र एकं वाक्यमस्ति, एक एव यदि आत्मा स्यात् कथं तस्य एकदा एव सुखं दुःखं वा स्यात् इति इदानीं चर्चितं. यदि एक एव आत्मा अस्ति इति चिन्तयामश्चेत् एकदा सुखं वा दुःखं वा स्यात्, भिन्नभिन्न भिन्नेषु मनुष्येषु दुःखं वा सुखं वा तथा न भवति, सर्वेषु सुखदुःखं समानतया भवति, परन्तु तथा नास्ति इति कृत्वा जीवात्मनः भिन्नभिन्नाः अनन्ताः. अन्तिमवाक्यं पठतु महोदय. तत् नानात्वम् उक्त्वा, तत् नानात्वमुक्त्वा परिमाणमाः विभुरिति. आत्मा विभुः, किमर्थं नानात्वम् उक्त्वा परिमाणमाः, आत्मानम् आह परममहत् परिमाणमिति, यस्य कस्यापि तादृशं परिमाणं तस्य सः विभुः इति उक्तम् अत्र. अग्रे भगिनी, तत् किञ्चित् अस्तु, विभूद्रव्याणि कानि? आकाशः, कालः, दिग् आत्मा, खलु? विभूद्रव्याणां परममहत् परिमाणम् अस्ति. पृष्ठसङ्ख्या 350 पश्यन्तु, 53 पश्यन्ति वा? उपरितने भागे कोष्टकमस्ति, कोष्टकः, तत्र परममहत् परिमाणम् इति इत्यस्यां श्रेण्यां के के सन्ति महोदय, पठति किम्? त्रिपञ्चाशत्, अथवा यः कोऽपि पश्यति कोष्टकं, पठन्ति वा? परममहत्, आकाशः, कालः, दिक्, जीवाः, ईश्वरः इति परममहत् परिमाणमस्ति. अपि च एते सर्वे पदार्थाः विभुद्रव्याणि अपि. विभुद्रव्यम् इत्युक्ते सर्वमूर्तद्रव्यसंयोगी इति वयं पूर्वं पठितवन्तः, खलु? एतानि सर्वाणि द्रव्याणि, आकाशः, कालः, दिग्, आत्मा, द्रव्याणि सन्ति. आत्मनः भेदः अस्ति जीवाः, ईश्वरः इति. अस्तु, एते सर्वे एकस्यां श्रेण्यां सन्ति. सा श्रेणी का? परममहत् परिमाणम् इति श्रेणी. तदर्थमेव अत्र उक्तं, तन्नानात्वम् उक्त्वा परिमाणम् आह विभुरिति. विभुद्रव्याणां परममहत् परिमाणम् अस्ति इति अत्र सूचितम्. उद्दं वा भगिनि? तत् नानात्वम् उक्त्वा, तस्य पुनः विवरणं ददाति वा? तत् हा, तत्र अत्र तस्य नानात्वम् उक्त्वा इति चिन्तयामि. जीवात्मनः नानात्वम् उक्त्वा परिमाणमाह विभुरिति. आह इत्युक्ते वदति इति. परिमाणं नानात्वम् इत्युक्ते बहुत्वम्. ओ, बहुत्वम्. बहुविधं नानात्वं, जीवात्मनः बहुत्वम् अस्ति खलु? जीवात्मनः नानात्वं, तस्य नानात्वम् अथवा समासे कृते तन्नानात्वम् उक्त्वा परिमाणमाह विभुरिति. परिमाणं विभुद्रव्याणां परिमाणमस्ति परममहत् परिमाणम् इति. तदेव उक्तमत्र. अस्तु, तत्र अग्रिमपरिच्छेदमपि किञ्चित् पठतु माला भगिनी, तत्र विभुद्रव्यस्य एव चर्चा अस्ति. कुत्र जीवस्य न तथा नास्ति अस्माकं पुटे आम् आम् आम् जीवस्य अनित्यत्वे का स्थितिः स जीवः विभुः सकलमूर्तसंयोगवान् किमिदं मूर्तं यस्मिन् क्रिया सम्भवति कस्मिन् क्रिया सम्भवति यत् क्वचित् नास्ति पृथिवी जलं तेजः वायुः मनश्च भवति तथाविधं न हि तत् सर्वत्र अस्ति अतः यत्र अस्ति ततः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया तच्च क्रियावत् पृथिव्यादिपञ्चकं मूर्तं तैः सर्वैः संयुक्तत्वात् आत्मा विभुः इत्युच्यते अर्थात् परममहत् परिमाणवान् अत्र जीवस्य अनित्यत्वम् अस्ति इति वयं पठितवन्तः तदा तस्य का क्षतिः क्षतिः इत्युक्ते किं भगिनि क्षतिः इत्युक्ते नाशः ओ तस्य का नाश तेन प्रायः तत्र प्रश्नः अस्ति जीवस्य अनित्यत्वे का क्षतिः अथवा कः दोषः इति हानिः सः जीवः विभुः सकलमूर्तसंयोगवान् अतः अत्र लिखितमस्ति जीवात्मा विभुः तस्मिन् सकलमूर्त द्रव्यसंयोगः अस्ति संयोगः अस्ति अग्रे मूर्तम् इत्युक्ते किम् इति उक्तं पठतु किम् इदं मूर्तं यस्मिन् क्रिया भवति तद् मूर्तं कस्मिन् क्रिया सम्भवति यत् क्वचित् नास्ति यत् कुत्रचित् नास्ति पृथिवी जलं तेजः वायुः मनः भवति तथा अस्तु वदतु भगिनि पृथिवी जलं तेजः वायुः मनः सर्वत्र भवति खलु न सर्वत्र कुत्रचित् भगिनि अस्तु अस्तु इदानीं चिन्तयतु यस्मिन् क्रिया अस्ति तद् मूर्तद्रव्यं क्रिया कस्मिन् भवति यत्किमपि सर्वत्र न भवितुं शक्नोति तस्मिन्नेव क्रिया भवति खलु इदानीं चिन्तयतु पृथिवी परन्तु तेजः वायुः सर्वत्र भवति खलु तेजः सर्वत्र भवति वा चिन्तयतु न तेजः न वायुः तु सर्वत्र भवति वायुः अपि सर्वत्र न भवति अत्र वायुः अस्ति वायुः नाम भवति यद् आक्सिजन् इति वदति तत् मास्तु वायुः इति चिन्तयतु यः वायुः वहति कम्पनादिहेतुः वायुः वृक्षस्य कम्पनादिहेतुः सः अधुना नास्ति अपरत्र अस्ति किन्तु क्रियायाः कारणेन अग्रे गत्वा अत्रापि आगन्तुं शक्नोति तथा यस्मिन् कस्मिन्नपि क्रिया अस्ति सः कुत्रचित् भवति कुत्रचित् न भवति अतः परन्तु सर्वाणि मूर्तद्रव्याणि आम् न हि तत् सर्वत्र अस्ति अस्तु अतः यत्र अस्ति ततः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया अतः एकस्मात् स्थलात् अन्यत्र गन्तुं शक्यते एवं वा क्रिया अस्ति यत्र क्रिया अस्ति तत्र संयोगः भवति अस्तु इदानीं उत्पीठिकायां पुस्तकं नास्ति परन्तु पुस्तकं वयं स्थापयितुं शक्नुमः नाम पुस्तके क्रिया अस्ति तस्य स्थापनेन संयोगः अभवत् पुस्तक उत्पीठिकयोः संयोजनजनिका क्रिया जायते तच्च क्रियावत् पृथिव्यादिपञ्चकं मूर्तम् एतानि सर्वाणि मूर्तद्रव्याणि इति उक्तवन्तः. पृथिव्यादि पञ्चकं नाम पृथिवी, जलं, तेजः, वायुः, मनः. तैः सर्वैः संयुक्तत्वात् आत्मा विभुः इत्युच्यते. एतैः सर्वैः पृथिव्यादि पञ्चकैः संयुक्तः, संयुक्तत्वात् नाम एतैः सर्वैः संयुक्तः आत्मा विभुः. विभुद्रव्यस्य डेफिनेशन् किम् आसीत्? वयं दृष्टवन्तः खलु मूर्त सर्वमूर्तद्रव्यसंयोगी इति. मूर्तद्रव्याणां संयोगः यत्र जायते तद् सः, हा सः विभुः, आत्मापि परम महत् परिमाणवान्. अस्तु, विभुद्रव्यं विभुद्रव्यस्य परममहत् परिमाणं, तत् श्रेणीं दृष्टवन्तः खलु सर्वे विभुद्रव्याणि परममहत् परिमाणम् इत्यस्यां श्रेण्यां सन्ति. आमां, तदर्थम् आत्मा अपि विभुः परममहत् परिमाणवान् इति अस्ति अद्यतनविषयः. इतः अग्रे अग्रिमसप्ताहे पाठः भविष्यति. धन्यवादः भगिनी. धन्यवादः. शुभरात्रि. धन्यवादः. शुभरात्रि.